सर्वेभ्यो नमः. गतवर्गे वयं क्रियापदस्य किञ्चित् अभ्यासं कृतवन्तः. क्रियापदस्य लट् लकारः इति तदेव विषयः आसीत् गतवर्गे. तत्र लट् लकारे प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष अपि एकवचन, द्विवचन, बहुवचन इति नवरूपाणि क्रियापदस्य सन्ति इति अवगतवन्तः गतवर्गे. तत्र साधारणक्रियापदानि सन्ति, अपि विशेषक्रियापदानि अपि सन्ति. तदपि वयं गतवर्गे दृष्टवन्तः. अत्र साधारणक्रियापदानां रूपाणि एकवारं स्मरणं कुर्मः. तत्र किं स्वीकुर्मः, गच्छति इति, तत् साधारणक्रियापदम् अस्ति. तस्य क्रियापदस्य लट्लकाररूपाणि कीदृशानि इति शोभा भगिनी वदति वा? गच्छति इति, गच्छति, गच्छतः, गच्छन्ति, गच्छसि, गच्छतः, गच्छथ, गच्छामि, गच्छावः, गच्छामः. हा, इति अस्ति. समीचीनं भगिनि. तत् साधारणक्रिया पदमस्ति. तत्र अनेकानि साधारणक्रियापदानि एव सन्ति, विशेषक्रियापदानि अपि सन्ति. तत्र वयं गतवर्गे तत्र विशेषक्रियापदं किं पठितवन्तः, कोऽपि वदति वा? एकं विशेषक्रियापदं यत् वयं गतवर्गे पठितवन्तः. जानाति. जानाति, समीचीनं. जानाति इति विशेष क्रियापदमस्ति. किमर्थं जानाति इति विशेषक्रियापदमस्ति, उषा भगिनी? पठति, ऋत्व ईकार अस्ति, दीर्घ आकार अस्ति इति. तिपूर्वं, तिपूर्वं, हा, तिपूर्वं दीर्घ आकारः अस्ति. दीर्घ आकारः अस्ति, किन्तु पठति तत्र तिपूर्वं ट इति, तत्र इट् प्लस् आ इति ह्रस्व आकारः. समीचीनं भगिनि. हा, अतः एव तत्र जानाति इति विशेषक्रियापदं. तत्र वयं विशेषक्रियापदानां तत्र किञ्चित् किञ्चित् अभ्यासं कृतवन्तः. किन्तु तत्र जानाति इति अपि क्रीणाति, तदनन्तरं गृह्णाति, करोति, शक्नोति, शृणोति, ददाति, अपि रोदिति इति तेषाम् अभ्यासं कृतवन्तः. किन्तु गतवर्गे वयं केवलं प्रथमपुरुषरूपाणि एव दृष्टवन्तः. अद्य वयं मध्यमपुरुषरूपम् अपि उत्तमपुरुषरूपम् अपि पश्यामः, विशेषक्रियापदानां लट्लकाररूपाणि अद्य पश्यामः. तत्र पुनस्मरणार्थं नमस्ते महोदय. अहं मेहुल महोदय, नमस्कारः. नमस्कारः. अन्य कोऽपि अस्ति वा? अस्तु, नमस्ते महोदय, अहं प्रिया अस्मि. प्रिया भगिनी, नमस्कारः. नमस्कारः. हा, अस्तु, इदानीं पुनस्मरणार्थम् एकवारं तत् यत् साधारणक्रियापदमस्ति तस्य एकवारम् अभ्यासं कृत्वा तदनन्तरं गृहपाठं कुर्मः. अस्तु, तत्र शोभा भगिनी उक्तवती, इदानीम् उषा भगिनी, नमति इति क्रियापदस्य रूपाणि वदतु भगिनि. नमति, नमतः, नमन्ति, नमसि, नमतः, नमथ, नमामि, नमावः, नमामः इति अस्ति. इति अस्ति, समीचीनं भगिनि. गीताञ्जलि भगिनि, यच्छति इति. यच्छति, यच्छतः, यच्छन्ति, यच्छसि, यच्छथः, यच्छथ, यच्छामि, यच्छावः, यच्छामः. हा, समीचीनं भगिनि. बालचेतनी महोदय, पतति. भानुचेतनी महोदय, पतति, पतति, पतति पतितः न न पतति पततः महोदय पतति पततः पतन्ति पतसि पततः पततः पतामि पतावः पतामः हा समीचीनं महोदय वेणुगोपाल महोदय गायति गायति गायतः गायन्ति गायसि गायतः गायतः गायामि गायावः गायामः हा समीचीनं महोदय मधुसूदन महोदय पिबति महोदय पिबति पिबतः पिबन्ति पिबसि पिबतः पिबतः पिबामि पिबावः पिबामः हा समीचीनं मेहुल् महोदय खादति खादति खादि खाद खादतः खादन्ति खादसि खादतः खादथ खादामि खादावः खादामः समीचीनं महोदय प्रिया भगिनी धावति अस्तु महोदय धावति धावतः धावन्ति धावसि धावतः धावतः धावामि धावावः धावामः समीचीनं भगिनि हा रघुपति महोदय नमस्कारः नमस्कारः महोदय विलम्बेन आगतः क्षम्यतां चिन्ता मास्तु महोदय हसति इति रूपं तस्य रूपाणि हसति हसतः हसन्ति हससि हसतः हसतः हसामि हसावः हसामः इति अस्ति अस्तु तत् साधारणक्रियापदानां रूपं अग्रे विशेषक्रियापदानामपि अभ्यासं कुर्मः किन्तु प्रथमतया गृहपाठं यद् आसीत् गृहपाठः यः आसीत् तं एकवारं पठामः अस्तु तत्र गृहपाठः तत्र एकम् अभ्यासपत्रं नियोजितम् आसीत् ईमेल् द्वारा तत्र पुटत्रयम् आसीत् गृहपाठः आसीत् यद् यः अभ्यासः प्रथमपुटे अस्ति तं करोतु इति अस्तु सर्वेषां समीपे अस्ति वा गृहपाठः सर्वेषां प्राप्नुवन्तः वा अस्तु सर्वे प्राप्नुवन्तः वा अस्तु हा नमस्कारः भगिनी वंशी सुधा भगिनी नमस्कारः नमस्ते क्षम्यतां महोदय विलम्बेन आगतवती चिन्ता मास्तु भगिनी अद्य अहं केवलं शृणोमि महोदय किञ्चित् गृहे कार्यमस्ति अस्तु अस्तु अस्तु चिन्ता मास्तु भगिनी धन्यवादः अस्तु तत्र गृहपाठः अस्तु तत्र वेणुगोपाल महोदय एकवारं तत् गृहपाठं तत्र अभ्यासं पठित्वा प्रथम अपि द्वितीय उदाहरणमपि पठित्वा तृतीयं पठति वा अस्तु महोदय उदाहरणो के अनुरूप रिक्तस्थाने स्थानौ सोरि क्षम्यताम् उदाहरणरूपं रिक्तस्थानानि पूरयन्तु उदाहरणं सिंहः गच्छति सिंहौ गच्छतः सिंहाः गच्छन्ति द्वितीय उदाहरणं मृगः धावति मृगौ धावतः मृगाः धावन्ति इति अस्ति अतः अभ्यासः किं कः महोदय किं करणीयम् अस्ति अत्र तत्र किं करोति यदि एकः क्रियापदमस्ति एकवचने अस्ति एकवचने अस्ति द्विवचने यदि अस्ति चेत् द्विवचनरूपं किम् अस्ति इति वक्तव्यम् अथवा लेखनीयम् अथवा अपि बहुवचनम् अस्ति तावदेव अस्ति समीचीनं महोदय तत्र एकवचनरूपं दत्तम् अस्ति द्विवचनरूपं बहुवचनरूपम् आवश्यकमस्ति समीचीनं महोदय अस्तु अग्रिमं तृतीयं करोति वा तत्र अस्तु तृतीय मूषकः खादति मूषकौ खादतः मूषकाः खादन्ति हा इति अस्ति हा अस्तु अग्रे मधुसूदन महोदय अग्रिमं महोदय क्षम्यता अहं कुत्र कुत्र महोदय? एतत् ईमेल् द्वारा अहं प्रेषितवान् महोदय, तत्र लिङ्क् लिङ्क् एकम् आसीत् अस्ति ईमेल् द्वारा, स्मरणपत्रमस्ति खलु, अद्यतनस्य स्मरणपत्रम् अस्ति खलु, तत्र एकः कोष्टकमस्ति, तत्र कोष्टकमध्ये पाठः इति, अथवा अभ्यासपत्रं नियोजितमस्ति, अटाच्मेण्ट् अस्ति खलु तत्र, लिङ्क् न, क्षम्यतां, लिङ्क् न, अटाच्मेण्ट् एव अस्ति तत्र. हा हा, क्षम्यतां, लिङ्क् इति उक्तवान्, अटाच्मेण्ट् एव अस्ति. हा, प्रथमपुटे चत्वारः बिडालः इति, बिडालः, बिडालः, बिडालः पिबति, बिडालौ पिबतः, बिडालः बिडालाः पिबन्ति. समीचीनं महोदय, अस्तु. हा, भानुचेतनी महोदय अग्रिमम्. भानुचेतनी महोदय, आं महोदय, क्षम्यतां, म्यूट् माध्यमे. अस्तु अस्तु अस्तु. पिकः कूजति, पिकौ कूजतः, पिकाः कूजन्ति. समीचीनं महोदय. हा, शोभा भगिनी, अनन्तरं शुकः कूजति. तावत् पर्याप्तं महोदय, धन्यवादः. हा हा, अग्रिमं शोभा भगिनी. आं महोदय, शुकः कूजति, शुकौ कूजतः, शुकाः कूजन्ति. हा, उषा भगिनी अग्रिमम्. मयूरः नृत्यति, नृत्यति, नृत्यति, मयूरौ नृत्यतः, मयूराः नृत्यन्ति. हा, समीचीनम्. अग्रे मेहुल् महोदय. कृषकः कर्षति, कृषकौ कर्षतः, कृषकाः कर्षन्ति. हा, समीचीनं महोदय. गीताञ्जलि भगिनी अग्रे. सैनिकः रक्षति, सैनिकौ रक्षतः, सैनिकाः रक्षन्ति. हा, समीचीनं भगिनि. प्रिया भगिनी अग्रे. आम् महोदय, वानरः आरोहति, वानरौ आरोहतः, वानराः आरोहन्ति. समीचीनं भगिनि. हा, रघुपति महोदय अग्रे. हा महोदय, अजा चरति, अजे अजे चरतः, अजाः चरन्ति. हा, समीचीनं महोदय. अस्तु, अग्रे शोभा भगिनी. बाला वदति, बाले वदतः, बालाः वदन्ति. हा, मेहुल् महोदय. आं महोदय, महिला गायति, महिले गायतः, महिलाः गायन्ति. हा, अग्रे उषा भगिनी. अम्बा पचति, अम्बे पचतः, अम्बाः पचन्ति. हा, वेणुगोपाल् महोदय अग्रिमम्. वेणुगोपाल् महोदय, क्षम्यतां महोदय, मूट् मध्ये अस्मि. पुष्पं विकसति, पुष्पे विकसतः, पुष्पाणि विकसन्ति. हा, समीचीनं. मधुसूदन महोदय. छात्राः तिष्ठन्ति, छात्रौ तिष्ठतः, छात्राः तिष्ठन्ति. हा, समीचीनं. भानुचेतनी महोदय अग्रे. महोदय, फलं पतति महोदय. हा, भवान् पतति एव पूर्वं कृतवान्, क्षम्यतां. हा, तदनन्तरम् अहं करोमि. अस्तु अस्तु अस्तु अस्तु, चलति इति, वाहनं चलति इति करोतु. वाहनं चलति, वाहने चलतः, वाहनानि चलन्ति. हा, इति अस्ति, समीचीनं महोदय. अस्तु, अग्रे हा, प्रिया भगिनी अग्रिमं, तत्र बालः हसति इति. आं महोदय, बालः हसति, बालौ हसतः, बालाः हसन्ति. हा, समीचीनं भगिनि. हा, रघुपति महोदय. वृद्धः पश्यति, वृद्धौ पश्यतः वृद्धाः पश्यन्ति इति अस्ति. समीचीनं महोदय. अस्तु अग्रे अग्रिमपुटे यदस्ति तदपि कुर्मः. तदपि सर्वम् एतत् सरलमेव अस्ति इति मन्ये, अतः शीघ्रतया वयं कर्तुं शक्नुमः. अस्तु अग्रिमपुटे मेहुल् महोदय एकवारं तत् यः अभ्यासः अस्ति तं पठित्वा. वर्तमानकाले प्रथमपुरुषे क्रियालेखनं यथोचितानि रूपाणि रिक्तस्थानेषु लिखन्तु. उदाहरण पिबति पिबतः पिबन्ति. द्वितीयमस्ति खादति खादतः खादन्ति. तृतीयमपि करोतु महोदय तत्र. तृतीयमस्ति धावति धावतः धावन्ति. समीचीनं महोदय, धन्यवादः. अग्रे गीताञ्जलि भगिनी अग्रिमद्वयं करोति वा? गीताञ्जलि भगिनि अस्तु. अस्तु महोदय, क्षम्यतां महोदय, किं बिन्दु? चत्वारः अपि पञ्च. अस्तु महोदय, क्षम्यतां. जिघ्रति इति. हा सत्यं सत्यं, जिघ्रति इति. सः जिघ्रति. न न, केवलं केवलं क्रियापदं तावदेव. जिघ्रति जिघ्रतः जिघ्रन्ति. पश्यति पश्यतः पश्यन्ति इति. समीचीनं, धन्यवादः भगिनी. उषा भगिनी अग्रे. नमति नमतः नमतः नमन्ति. गच्छति गच्छतः गच्छन्ति. समीचीनं. शोभा भगिनी अग्रे. रटति रटतः रटन्ति. आरोहति दत्तमस्ति, दत्त पठित्वा अग्रिमं करोतु भगिनी. आरोहति आरोहतः आरोहन्ति. अर्चति अर्चति अथवा अर्चति एव. अर्चति अर्चतः अर्चन्ति. समीचीनं भगिनी. मधुसूदन मोदी अग्रे. रक्षति रक्षतः रक्षन्ति. गायति गायतः गायन्ति. समीचीनं. प्रिया भगिनी अग्रे. महोदय, विकसति विकसतः विकसन्ति. चलति चलतः चलन्ति. अग्रे रघुपति महोदय. महोदय, हसति हसतः हसन्ति. स्नाति स्नातः स्नातन्ति वा स्नाति वा स्नातन् स्नाति स्नातः स्नातन्ति वा स्नान्ति स्नान्ति स्नान्ति वा ओके स्नाति ओके स्नान्ति स्नान्ति सारि स्नान्ति स्नान्ति. तावदेव, समीचीनम्. अस्तु अग्रे भानुचितिनी महोदय अग्रिमपुटे यदस्ति अभ्यास यः अभ्यासः अस्ति तत् एकवारं पठित्वा तत्र प्रथमद्वयं करोति वा तत्र. महोदय, उदाहरण एकनिमिषं महोदय, उदाहरणार्थं रिक्तस्थानानि पूरयन्तु. हरिणी उदाहरणं तु द्वितीयम् उदाहरणमस्ति. द्वितीयम् उदाहरणमस्ति महोदय तत्र. तत्र किमस्ति, अधोभागे क्रियापदानि दत्तानि सन्ति महोदय. तत्र वचनं किं आवश्यकं? द्विवचनं महोदय. हरिणौ क्रीडतः. हरिणौ क्रीडतः, समीचीनं. द्वितीयम् अस्ति वानरौ आरोहतः. इदानीं तृतीयं बालकौ प्रविशतः. समीचीनं महोदय. अग्रे मेहुल् महोदय अग्रिमं. बालौ खादतः अग्रिमं चत्वारः चत्वारः बालौ खादतः. अहं न जाने पश्यतः बालौ पश्यतः हा पश्यतः प्रायशः महोदय तत्र चित्रं समीचीनं नास्ति वा यत् PDF मध्ये PDF मध्ये किञ्चित् अस्तु महोदय अस्तु हा मम दोषः एव क्षम्यतां हा अस्तु हा किन्तु वचनं तत्र द्विवचनरूपम् अपेक्षितं हा समीचीनम् अस्तु हा अग्रिमं महोदय अग्रिमं बालिका लिखति लिखति समीचीनम् अस्तु अग्रे प्रिया भगिनी आं महोदय रुग्णः उपविशति बालकौ क्रीडतः बालकौ क्रीडतः समीचीनं भगिनि हा अस्तु अग्रे शोभा भगिनि छात्रौ नमतः बालिका गायति गायति समीचीनं हा उषा भगिनी अग्रे फले पततः तरुणौ खादतः तत्र फले पततः तत्र वचनं किं फले द्वि फलं फले द्विवचने हा फल फले इति द्विवचनरूपमस्ति समीचीनं समीचीनं भगिनि अस्तु मधुसूदन महोदय अग्रे कृषकः न जानामि किं करोति कर्षति कर्षति क्षम्यतां कृषकः कर्षति पुष्पाणि विकसन्ति हा तत्र अधोभागे एव क्रियापदानि दत्तानि सन्ति महोदय तत्र दृष्ट्वा यद् वयं पूर्वं उपयोगं कृतवन्तः तं विहाय तानि विहाय यदस्ति तावत् तदेव अस्तु अग्रे वेणुगोपाल महोदय धनिकः ददाति तत्र ददाति पदं नास्ति किन्तु ददाति यच्छति यच्छति सिंहौ गर्जति सिंहौ गर्जतः हा सिंहौ गर्जतः इति अस्ति अग्रिममपि करोतु तत्र तरुणाः तरुणाः तरन्ति तरन्ति तरुणाः तरन्ति तरन्ति समीचीनं महोदय अस्तु हा अस्तु इदानीं तत् अभ्यासपत्रं तत् समाप्तम् अस्तु इदानीं गीतासोपानमेव पुनरागच्छामः तत्र एकवारं यत् विशेषरूपाणि सन्ति विशेषक्रियापदानि सन्ति तत् एकवारं पश्यामः तदनन्तरं गीतासोपानं पश्यामः तत्र ईमेल् द्वारा अहम् इदानीम् एतत् लिङ्क् आसीत् तत्र गृहपाठः यत्र आसीत् तत्र अहं लिङ्क् द्वयं स्थापितवान् प्रथममस्ति विशेषक्रियापदानि इति अन्यत् आसीत् लेखननियमः इति लेखननियमः भवन्तः एव पठन्तु किन्तु एतत् विशेषक्रियापदानि लट्लकारः इति स्वरूपमहोदयेन लिखितम् एतत् तद् अस्ति वा सर्वे प्राप्नुवन्ति वा अस्तु अस्तु हा तत्र कः हा गीताञ्जलि भगिनी तत्र जानाति इति क्रियापदस्य रूपम् एकवारं पठति वा अस्तु महोदय तत्र विशेषक्रियापदानि इति लिङ्क् ईमेल् द्वारा यत् अस्ति तत्र अहं स्थापितवान् अस्तु भवती अग्रे वदतु शोभा भगिनी पठति वा तत्र जानाति इति आं महोदय ज्ञा धातुः प्रथमपुरुष एकवचने जानाति जानीतः जानन्ति प्रथमा द्वि बहुवचन मध्यमा जानासि जानीतः जानीथ उत्तमपुरुषः जानामि जानीवः जानीमः इति अस्ति अस्तु हा अग्रे तत्र रघुपतिमहोदय क क्रीणाति इति रूपाणि पठतु महोदय. महोदय अनन्तरं करोमि किञ्चित्. अस्तु अस्तु अस्तु महोदय अस्तु महोदय. अस्तु भगिनि गीताञ्जलि भगिनि इदानीं प्राप्तं वा? अस्तु महोदय क्षम्यताम्. चिन्ता मास्तु भगिनि. क्रीणाति इति क्रीणाति क्रीणीतः क्रीणन्ति. अग्रे अग्रे गृह्णाति. गीतासोपने न भगिनि, एतत् अत्र तत्र केवलं कुत्र पश्यसि भवती? अहं यत् लिङ्क् आसीत् क्षम्यतां, तत्र ईमेल् द्वारा स्मारणपत्रम् आगतं खलु? अस्तु किन्तु तत्र मध्ये विशेषक्रियापदानि इति एकं लिङ्क् आसीत्. न दृष्टवती वा? अहं करोमि महोदय. अस्तु अस्तु महोदय, भगिनी तत्र पश्यतु तत् लिङ्क्. हा करोतु महोदय. एकनिमिषं महोदय. कुत्र गृह्णाति? जानाति कृतं क्रीणाति इति. अस्तु महोदय. एकनिमिषं महोदय. क्रीणाति, क्रीणाति क्रीणीतः क्रीणन्ति, क्रीणासि क्रीणीतः क्रीणीत, क्रीणामि क्रीणीवः क्रीणीमः इति क्रीणीमः इति. गीताञ्जलि भगिनी प्राप्तं वा? अस्तु क्षम्यताम्. चिन्ता मास्तु भगिनि, इदानीं गृह्णाति इति तद् वदतु भगिनि. गृह्णाति गृहणीतः गृह्णन्ति, गृह्णासि गृहणीतः गृहणीथ, गृह्णामि गृहणीवः गृहणीमः. तत्र भगिनी तत्र एकः नियमः अस्ति, तत्र गृह्णामि तत्र हकारः पूर्वं लिखामः, किन्तु हकारः अनन्तरमेव उच्चारणसमये नकारः प्रथमतया आगच्छति, तदनन्तरं हकारः गृह्णाति इति भवति. गृह्णाति इति इति भवति. यथा वयं ब्रह्म इति तत्र हकारः मकारस्य पूर्वं भवति, किन्तु उच्चारणसमये ब्रह्म इति भवति, हकारः अनन्तरम् आगच्छति. कथम् अस्ति नियमः? एषः नियमः अस्ति भगिनि, किमर्थम् इति न जानामि, किन्तु एषः नियमः अस्ति, अतः तत् गृह्णाति गृह्णीतः गृह्णन्ति इति भवति. यदा हकार यदा हकारः अपि च पञ्चमवर्णः अस्ति चेत् हकारनन्तरम् अति इति अस्ति पाणिनीयशिक्षा. अस्तु महोदय, किन्तु किमर्थं तत् सूत्रमस्ति इति न जानीमः खलु. न न एतद् तदेव पाणिनी सत्यं. सत्यं अतः एव नियमः अस्ति. नियमः अस्ति किमर्थं किमर्थं नास्ति न जाने, प्रथा अस्ति, प्रथा एव. सत्यं सत्यं. अस्तु भगिनि पुनरेकवारं भवती वदतु महोदय. हकार तदा हकार हृदयस्थाने आगमनीयम्, अतः एव तत् हकार सूत्रस्य अर्थात् इति अस्ति. हकारः कण्ठ नास्ति, हृदयस्य स्थाने उरस्थाने उरस्य स्थाने, अतः एव. महोदय एकः प्रश्नः, हकार एव यदि हकार अस्ति एव अहं पूर्वं यत् अस्ति हकार हृदये तत् पठनीयं महोदय? हकार एव विशेषसूत्रमस्ति महोदय. रघुपति महोदय भवतः उत्तरदायित्वम् अस्ति एतत्. रघुपतिमहोदय कुत्र अस्ति महोदय? हकारानन्तरम् अनुनासिका अस्ति तदा अनुनासिका प्रथमम् उच्चारणीयं तदनन्तरं हकार किञ्चित् एतदपि दक्षिणाद्यः उत्तराद्यः अपि ब्रह्मा इति एव वदति हकार एव श्लोकमस्ति अहं शेर् करोमि हकारपञ्चमे युक्तं किमपि अस्ति पाणिनीयशिक्षा इति पुस्तके अस्ति अस्तु धन्यवादः महोदय महोदय तद् ईमेल् प्रेषितुं शक्यते चेत् आं प्रेषयामि अस्तु हा इदानीं वदतु भगिनि गीताञ्जलि भगिनि गृह्णाति इति गृह्णाति गृह्णीतः गृह्णन्ति गृह्णासि गृह्णीतः गृह्णीथ गृह्णामि गृह्णीवः गृह्णीमः हा इति अस्ति समीचीनं भगिनि अस्तु अग्रे मेहुल् महोदय महोदय कृधातुः प्रथमपुरुषः करोति कुरुतः कुर्वन्ति मध्यमपुरुषः करोषि कुरुतः कुरुथ उत्तमपुरुषः करोमि कुर्वः कुर्मः इति अस्ति समीचीनं महोदय अग्रे प्रिया भगिनी आं महोदय शक् धातुः शक्नोति शक्नुतः शक्नुवन्ति प्रथमपुरुषः मध्यमपुरुषः शक्नोषि शक्नुतः शक्नुथ उत्तमपुरुषः शक्नोमि शक्नुवः शक्नुमः हा समीचीनं भगिनि अस्तु अग्रे बालचेतनी महोदय अग्रिमं महोदय चिनोति शृणोति शृणोति इति शृणोति शृणोति शृणुतः शृण्वन्ति शृणोसि शृणुथः शृणुथ शृणोमि शृण्वः शृण्वः इति शृण्वः शृण्मः हा वेणुगोपाल् महोदय अग्रिमं दधातु प्रथमपुरुषः ददाति दत्तः ददति मध्यमपुरुषः दधासि दत्तः दत्तः उत्तमपुरुषः दधामि दद्वः दद्मः हा इति समीचीनम् अग्रे मधुसूदन महोदय रोदिति रोदितः रुदन्ति हा रुदितः रुदितः रुदितः रुदन्ति रोदिषि रुदितः रुदितः रोदिनि रुदित रुदिवः रुदिमः हा इति अस्ति इति अस्ति एतानि कानिचन विशेषक्रियापदानि हा विशेषक्रियापदानि तु अनेकानि सन्ति तत्र केवलं चत्वारः कति अस्ति अत्र सप्त इति प्रायशः हा तत्र स्वरूप् महोदयेन एतत् लिखितं तत्र ज्ञा प्रथमं पश्यतु तत्र ज्ञा धातुः इति अस्ति तदनन्तरं नैन् यु इति अस्ति तद् किमस्ति इति कोऽपि वदति वा उभयपदि हा उम् इत्युक्ते उभयपदि धातु नवमगणे नवमगणे क्रियापदानां विभजनं भवति दशगणानां हा दशगणाः सन्ति तत्र ज्ञाधातुः इति नवमगणे अस्ति इति कृत्वा तद् तस्य रूपं किञ्चित् भिन्नं भवति अपि क्रूधातुः अष्टमगणे अस्ति अपि शक् धातुः पञ्चमगणे पञ्चगणे अस्ति तत् पि इत्युक्ते परस्मैपदी धातुः अस्ति अपि रुद् इति द्वितीयगणे अस्ति इति अत्र अनेकानि विशेषक्रियापदानि सन्ति अत्र गीतासोपाने केवलं प्रथमपुरुषरूपाणि दत्तानि सन्ति इति कृत्वा स्वरूपमहोदय एतत् लिखितवान् इति मन्ये अस्तु अत्र यदि वयं मध्यमपुरुष अथवा उत्तमपुरुषस्य उपयोगं कर्तुम् इच्छामः एतत् करपत्रं तस्य प्रयोजनं भवति। तावदेव। अस्तु, इदानीम् अग्रे गच्छामः। तत्र कुत्र स्मः वयं, कोऽपि स्मरति वा? पेज् 41 मध्ये वा अथवा पेज् 42? 40 मध्ये। 40 न कृतवन्तः वा? 39 अधोभागे अपि न कृतवन्तः। ओ, अधोभागे अपि न कृतवन्तः। अस्तु भगिनि, धन्यवादः। अस्तु, हा अस्तु, अधोभागे किं किम् अस्ति इति। अस्तु, हा शुभ भगिनि, भवती एव वदतु। तत् एकवारं पेज् 39 मध्ये अधोभागे अभ्यासः एकवारं पठित्वा वाक्यद्वयं वदतु भगिनि। हा, एतत् चित्रं पश्यत। चित्रे के किं कुर्वन्ति इति यथोदाहरणं वाक्यानि लिखत। यथा धेनवः चरन्ति, शुनकः अटन्ति, शुनकः शुनक एव अस्ति न? अस्तु, अट अटति, शुनकः अटति। पुरुषाः सम्भाषणं कुर्वन्ति समीचीनम्। उषा भगिनि? आम् महोदय। बालकाः क्रीडन्ति। तत्र कति बालकाः सन्ति तत्र? यः क्रीडन्ति बालकौ बालकौ क्रीडितः हा क्रीडतः अथवा क्रीडितः क्रीडतः हा क्रीडतः वृक्षस्य अधः द्वौ पुरुषौ तिष्ठतः। अस्तु, हा समीचीनं भगिनि। अस्तु, हा अग्रे मेहुल् महोदय किमपि वदति वा तत्र? कस्मिन् पुटे महोदय? पेज् 39 महोदय, गीतासोपानि। धेनवः चरन्ति तत्र वा? सत्यं। यथा धेनवः चरन्ति, चित्रं दृष्ट्वा पुरुषाः वदन्ति अपि अपि वृक्षाः सन्ति। अस्तु अस्तु, बालकाः क्रीडन्ति। अस्तु, हा अस्तु, गीताञ्जलि भगिनि। महिला गच्छति। महिला गच्छति, अस्तु, हा वेणुगोपाल् महोदय। गीताञ्जलि भगिनी, अन्यत् किमपि आसीत् चेत् वदतु भगिनि, क्षम्यताम्। अहं पश्यामि धेनु अटतः धेनु एव अस्ति धेनु स्तः इति वा? अस्तु भगिनि, स प्रायशः सत्यमेव, किन्तु धेनवः चरन्ति इति दत्तमस्ति। हा अस्तु, हा सत्यं सत्यं भगिनि, हा किन्तु अन्यत् वाक्यमेव अस्ति वा? एकं मन्दिरम् अस्ति। हा एकं मन्दिरम् अस्ति, समीचीनं। हा वेणुगोपाल् महोदय। पुरुषौ सम्भाषणं कुरुतः पुरुषौ दूरे अपि अस्ति। हा हा दूरे, अस्तु अस्तु अस्तु अस्तु अस्तु, हा अस्तु महोदय। अन्यत् अन्यकः मधुसूदन महोदय। पर्वतौ स्तः, पर्वतौ स्तः, हा पर्वतं, हा पर्वत, हा पर्वतौ, पर्वतं वा पर्वतौ, पर्वतः वा पर्वतः इति प्रायशः पुल्लिङ्गे अस्ति इति मन्ये। पर्वतः इति मन्ये, अस्तु पर्वतौ स्तः, अस्तु पर्वतौ स्तः। तत्र जलं, नदी नदी अस्ति तत्र, पाण्ड् पाण्ड् किं विस्मृतवान् महोदय, तत् पाण्डस्य वा पुरतः महोदय, कुत्र पुरुषाः पुरतः पुरतः पृष्ठतः पृष्ठतः वा सम्यक्तया न पश्यामि महोदय, न जानामि प्रायशः अस्ति, अस्तु अन्यत् किमपि शुनकः शुनकः धावति शुनकः धावति बालकः पश्यति एकः बालकः अस्ति सः पश्यति महिले सम्भाषणं कुरुतः समीचीनम्, अस्तु पर्याप्तं चित्रं, अस्तु अग्रे गच्छामः। अन्यः अस्ति महोदय, वदतु भगिनि। युगलः वृक्षस्य अधः वार्तालापं कुरुतः, पुनरेकवारं भगिनि। युगलौ वृक्षस्य अधः वार्तालापं कुरुतः, युगलौ इति युक्ते युगलौ इति द्वे कपल् युगलौ वृक्षस्य अधः वार्तालापं कुरुतः, दम्पत्यौ कलहं कुरुतः। अहं लिखामि महोदय, युगलौ सन्तोषेण उपविश्य प्रकृतिसौन्दर्यं पश्यतः। अस्तु भगिनि, समीचीनम्। एकमेव चित्रमस्ति किन्तु अनेकाः विविधरूपेण पश्यन्ति। अन्यत् एकं वाक्यं अस्तु भगिनि, वदतु वदतु, अन्तिमवाक्यं, तदनन्तरम् अग्रे गच्छामः। त्रीणि पुरुषाः त्रयः पुरुषाः सन्ति, प्रथमपुरुषः वदति अहं संस्कृतं जानामि इति, द्वितीयपुरुषः पृच्छति यदि भवान् संस्कृतं जानाति, तदनन्तरं संस्कृतेन सम्भाषणं कर्तुं किमर्थं सङ्कोचः। तृतीयं तृतीयपुरुषः किं करोति, अस्तु शृणोति, अस्तु भगिनि, समीचीनम्, अस्तु अस्तु अस्तु, इदानीम् अग्रे गच्छामः। नो चेत् एतत् चित्रमेव दृष्ट्वा बहु अनेकाः वर्गाः चित्रस्य चित्रे किं किम् अस्ति इति दृष्ट्वा एव सम्भाषणं भवति। अस्तु, अग्रिमपुटे अभ्यासः, तृतीय अभ्यासः, वंशीसुधा भगिनी इदानीं भवती वदति वा? आम् आं महोदय, अस्तु अस्तु, तृतीय अभ्यासः इदानीं पठतु। एतस्य कोष्टकस्य साहाय्येन यदोदाहरणं पञ्चादश वाक्यानि वदत। कृतवन्तः खलु, आं महोदय, एतत् कृतवन्तः, क्षम्यतां महोदय, सारथिः इति सारथिः कृतवन्तः, तदनन्तरम् एतत् कृष्णः अपि अहं सम्यक् कृतवन्तः, अहं चिन्तयामि चतुर्थबिन्दु पठितवती, चतुर्थबिन्दु सम्भाषणमपि कृतवन्तः महोदय, खलु, अस्तु अस्तु अस्तु अस्तु अस्तु, इदानीम् अतः पेज् 41 गच्छामः, अस्तु अस्तु। अहम् आवां वयम् एतेषु उचितस्य रूपस्य प्रयोगेन एतेषां प्रश्नानाम् उत्तराणि लिखत, त्वं फलं प्राप्नोषि। पुनस्मारणम् अवश्यम् इति दृश्यते महोदय, कुत्र महोदय पुनस्मारणं महोदय, सम्भाषणं संवाद उत्तराणि कथं लिखामः वयं, तत् सम्भाषणं विस्मरामि, विस्मृतवान् वा? आं महोदय, ध्वनिमुद्रां पुनः एकवारं शृणोतु महोदय। पूर्वस्मिन् कक्षायां ध्वनिमुद्रणं किं महोदय, तत् समीचीनं वा अथवा हा वयम् एतत् कुर्मः महोदय, अग्रे अभ्यासं यद्यदस्ति तत् कुर्मः, यदि समयः अस्ति चेत् पुनरेकवारम् एतत् सम्भाषणं पठामः, अस्तु? अस्तु, हा भगिनि. आम् आम्, प्रथमवाक्यमस्ति त्वं फलं प्राप्नोषि किम्, तत् परिवर्तनं कृत्वा अहं फलं प्राप्नोमि किम्. केवलम् उत्तरम् उत्तरं किम् इति वदतु, तत्र किम् इति न आवश्यकं खलु भगिनि, एतत् प्रश्नः अस्ति. एतेषु तिसृ प्रयोगे एतेषां प्रश्नानाम् उत्तराणि लिखते. आम् आं महोदय, आम् ओ क्षम्यताम्, अहं फलं प्राप्नोमि, त्वं फलं प्राप्नोषि किम्, अहं फलं प्राप्नोमि, तत् सम्यक् शक्नोमि इव अस्ति इति मन्ये. शक्नोमि अपि सम्यक्, अथवा शक्नोमि अथवा शृणोमि तावदेव अस्ति इति मन्ये, प्राप्नोषि इति. परन्तु क्रियापदं प्राप्नोषि अस्ति इति कारणे अतः अहं प्राप्नोमि इति वदामः. सत्यं भगिनि, केवलं रूपं कीदृशम् अस्ति इति उक्तम्. आम् आम् आम्, अस्तु. हा अग्रिमं मेहुल् महोदय, अग्रिमम्. आम् महोदय, भवन्तः गीतां जानन्ति किम्? आम् वयं गीतां जानन्ति. न न न, भवन्तः इति किमस्ति, भवन्तः वचनं किं? भवान् बहुवचन, बहुवचनरूपम् अस्ति. इदानीं कोऽपि पृच्छति प्रश्नः भवन्तः इति, उत्तरं भवान् इति कोऽपि पृच्छति चेत्, इदानीम् अहं पृच्छामि भवान् पठति किम् इति, उत्तरं भवान् किम् उत्तरं ददाति, अहं पठामि इति वदति खलु. इदानीं भवन्तः गीतां जानन्ति किम्, अतः एव एतत् एतत् स्वरूपेण यत् लिखितं करपत्रं तत् प्रेषितवान्. आवाम् आवाम् अथवा वयं वयं वयं हा वयं वयं गीतां जानीमः. समीचीनं महोदय. हा वेणुगोपाल् महोदय अग्रे. यूयं यूयं पाठं शृणुत किं? यूयं शृणुत, वयं वयं पाठं शृण्मः. वयं पाठं शृण्मः, समीचीनं. हा अग्रे प्रिया भगिनी. आं महोदय, यूयं श्लोकान् चिनुथ किम्? वयं श्लोकान् चिन्मः, शृण्मः, चिन्मः इति, चिन्मः इति एव अस्ति इति मन्ये भगिनि. हा अथवा क्षम्यतां, चुन्मः, चुन्मः इति प्रायशः अस्ति. चुन्मः इति मन्ये, मम सन्देहः अस्ति भगिनि. चिनुमः, चुन्मः इति, चिन्मः इति चिन्तयामि, हा तदेव, चुन्मः इति अपि अहमपि चिन्तितवान्. हा हा एकवारं द्रष्टव्यमस्ति भगिनि, किन्तु इदानीं चुन्मः इति स्वीकुर्मः, वयं श्लोकान् चुन्मः, चुन्मः. हा अस्तु अग्रे, धन्यवादः. अग्रे रघुपति महोदय. आं महोदय, भवती गीतासागरं गीतासारं जानाति किम्? आम् अहं गीतासारं जानामि. जानामि, समीचीनं. हा बालचेतनी महोदय. युवां गीतापुस्तकं गृह्णीतः किम्? आम् आवां गीतापुस्तकं गृह्णीवः. हा समीचीनं महोदय. हा अग्रे शोभा भगिनी. त्वं कार्यं कर्तुं शक्नोषि किम्? अहम् आम् अहं कार्यं कर्तुं शक्नोमि. हा समीचीनम्. उषा भगिनी. युवां जीवनलक्ष्यं प्राप्नुतः किम्? आं वयं सोरि आम् अहम् युवाम् इति अस्ति. आम् आवां जीवनलक्ष्यं प्राप्नुवः. समीचीनम्. अग्रे गीताञ्जलि भगिनी. महोदय, अत्र चिन्मः अपि अस्ति, चिनुमः अपि अस्ति. चिनोमि, चिन्वः, चिन्मः अपि, चिनुमः अपि अस्ति. चिन्मः इति समीचीनं. चुन्मः नास्ति, चिनुमः. चिन्मः अपि अस्ति, चिनुमः अपि अस्ति. अष्टाध्यायी डाट् काम् मध्ये. अस्तु अस्तु, चिनुमः इति. चिन्मः अपि अस्ति, चिन्मः, चिनुमः, चिनुमः अपि. रूपद्वयमस्ति. धन्यवादः महोदय. अस्तु, धन्यवादः महोदय. चिन्मः अपि, चिनुमः इति. अस्तु, धन्यवादः महोदय. गीताञ्जलि भगिनी. भवन्तः गीतायाः कण्ठस्थीकरणं कुर्वन्ति किम्? आम्, वयं गीतायाः कण्ठस्थीकरणं कुर्मः. कुर्मः, समीचीनं. कुर्मः, कुर्मः, समीचीनम्. एतावत् कः न उक्तवान् अथवा उक्तवती? मधुसूदन महोदय, क्षम्यतां. वदतु महोदय. भवन्तः पुष्पाणि क्रेतुं शक्नुवन्ति किम्? आं, भवन्तः वयं पुष्पाणि चेतुं शक्नुमः. समीचीनं. चेतुम् इत्युक्ते अथवा चिनुता इत्युक्ते सर्वं तत्र सेलेक्ट् अथवा चूस् इति. अस्तु, अस्तु. अत्र अग्रे वस्त्रं, तदपि एतत् एकवारं शीघ्रतया. अस्तु तत्र अत्र अत्र चेतुम् इत्युक्ते पिक् इति, किन्तु तत्र अनेकाः अर्थाः सन्ति. सेलेक्ट्, चूस्, पिक्, चयनम् इति अस्ति. चेतुम् अस्ति वा चयनम्? चिनोति चेतुं समानार्थं महोदय. समानार्थम् इति मन्ये भगिनि. तत्र मम मनसि एतद् अस्ति, चूस्, सेलेक्ट्, चयनं. अनेकानि पदानि सन्ति तत्र. किमपि चिनोतु इति अस्ति अथवा चेतु इति अस्ति, समानार्थकम् इति मन्ये भगिनि. अस्तु, अग्रे रूपं किमस्ति? जबन्तं तुमुन् तुमुन् तुमुन् अस्ति. सत्यं, तुमुन् तुमुन् सत्यं. अस्तु, अग्रिममपि तत्र कर्तुं शक्नुमः. तत्र रघुपतिमहोदय, अग्रिमं तत्र एकवारं पठति वा तत्र? आं महोदय. अधस्तनशब्दानां सहायेन यथोदाहरणं 108 वाक्यानि. कुर्मः वा अथवा न? अष्टाधिक एकशत वाक्यानि, अष्टोत्तर एकशत वाक्यानि वदत. अस्तु, तत्र केवलम् एकवारम् एतद् यत् अस्ति तद् एतत् कुर्मः. तत्र स्वरूपमहोदयेन यत् करपत्रम् अस्ति, एतत् विशेषक्रियापदानां रूपाणि यत् करपत्रं यदस्ति, तद् दृष्ट्वा एतत् कुर्मः. तत्र वस्त्रम् इति स्वीकृत्य, भवान् वस्त्रं क्रीणाति, भवन्तो वस्त्रं क्रीणीतः इति, तादृश क्रीणाति, गृह्णाति, प्राप्नोति, चिनोति, जानाति, ददाति. तत्र चिनोति, तत्र वयं किं चिनोति इति प्रायशः त्यजामः. तत्र रघुपतिमहोदय जानाति, किन्तु सम्यक्तया मम मनसि नास्ति इति कृत्वा केवलं क्रीणाति गृह्णाति प्राप्नोति जानाति ददाति इति तद् एकवारं वयं कुर्मः तत्र अस्तु रघुपतिमहोदय भवानेव करोतु तत्र भवान् वस्त्रं क्रीणाति इति तस्य रूपाणि वदतु भवान् वस्त्रं क्रीणाति भवन्तौ वस्त्रं क्रीणीतः भवन्तः वस्त्रं क्रीणन्ति त्वं वस्त्रं क्रीणासि त्वं वस्त्रं क्रीणासि युवां वस्त्रं क्रीणीतः यूयं वस्त्रं क्रीणीत अहं वस्त्रं क्रीणामि आवां वस्त्रं क्रीणीवः वयं वस्त्रं क्रीणीमः हा समीचीनं महोदय अस्तु अग्रे शोभा भगिनी तत्र भवान् वस्त्रं गृह्णाति इति भवान् वस्त्रं गृह्णाति भवन्तौ वस्त्रं गृह्णीतः भवन्तः वस्त्रं गृह्णन्ति त्वं वस्त्रं गृह्णासि युवां वस्त्रं गृह्णीतः यूयं वस्त्रं गृह्णीत अहं वस्त्रं गृह्णामि आवां वस्त्रं गृह्णीवः वयं वस्त्रं गृह्णीमः हा समीचीनं भगिनि अस्तु अग्रे मेहुल् महोदय तत्र प्राप्नोति इति प्राप्नोति भवान् वा भवान् अस्तु भवान् प्राप्नोति भवान् वस्त्रं प्राप्नोति भवान् वस्त्रं प्राप्नोति भवन्तौ वस्त्रं प्राप्नोतः भवन्तः वस्त्रं प्राप्नुवन्ति वयं त्वं वस्त्रं प्राप्नोषि नोषि प्रायशः अस्ति प्राप्नोषि इति प्राप्नोषि अस्तु युवां वस्त्रं प्राप्नोथः यूयं वस्त्रं प्राप्नोथ अहं वस्त्रं प्राप्नोमि आवां वस्त्रं प्राप्नुवः वयं वस्त्रं प्राप्नुमः समीचीनं महोदय अस्तु अग्रे प्रिया भगिनी तत्र भवान् पुस्तकं जानाति इति आम् महोदय भवान् पुस्तकं जानाति भवन्तौ पुस्तकं जानीतः भवन्तः पुस्तकं जानन्ति त्वं पुस्तकं जानासि युवां पुस्तकं जानीतः यूयं पुस्तकं जानीथ अहं पुस्तकं जानामि आवां पुस्तकं जानीवः वयं पुस्तकं जानीमः समीचीनं भगिनि अस्तु अग्रे किमस्ति तत्र ददाति इति अस्ति अस्तु तत्र गीताञ्जलि भगिनी वदति वा अस्तु महोदय भवान् पुस्तकं ददाति इति ददाति भवान् पुस्तकं ददाति भवन्तौ पुस्तकं दत्तः भवन्तः पुस्तकं ददति त्वं पुस्तकं ददासि युवां पुस्तकं दत्तः यूयं पुस्तकं दत्तः अहं पुस्तकं ददामि आवां पुस्तकं दद्वः वयं पुस्तकं दद्मः हा समीचीनं भगिनि हा अस्तु हा अस्तु एतदस्ति तत्र अष्टोत्तरशतमिति नास्ति किन्तु हा पर्याप्तम् इति मन्ये हा अस्तु हा अग्रे गच्छामः तत्र हा उषा भगिनी अग्रिमं यत् यः अभ्यासः अस्ति तं पठति वा आं महोदय यथोदाहरणं वचनं परिवर्त्य रिक्तस्थानानि पूरयत उदाहरणं वटुः शास्त्रं शृणोति वटवः शास्त्रं शृण्वन्ति अतः कार्यं किम् अस्ति शास्त्रं शृणोति वटुः वटवः द्विवचन नो बहुवचनमस्ति वटवः शास्त्रं शृण्वन्ति बहुवचनमस्ति अत्र क्रियापदस्य एकवचनरूपं दत्तमस्ति किं करणीयमस्ति बहुवचने लिखितम् अस्ति लेखनीयम् अस्ति समीचीनं भगिनि अस्तु इदानीम् अग्रिमं करोतु सारथिः अश्वान् बध्नाति सारथयः अश्वान् बध्नन्ति बध्नन्ति इति खलु बध्नन्ति तत्र एतत् कुत्र अस्ति पुस्तके अस्ति वा एतत् बध्नन्ति इति अहं चिन्तितवान् बध्नन्ति इति एव अस्ति इति आं महोदय एषः बध्नाति एतौ बध्नीतः एते बध्नन्ति इति अस्ति अस्तु धन्यवादः अस्तु अस्तु अस्तु हा अस्तु अस्तु धन्यवादः हा अस्तु अग्रे कातरः योद्धं न शक्नोति कातराः योद्धं न शक्नुवन्ति इति समीचीनं भगिनि समीचीनं शक्नुवन्ति समीचीनम् अग्रे मधुसूदन महोदय मुनिः मनः निगृह्णाति मुनयः मनः निगृह्णन्ति निगृह्णन्ति तत्र गृह्णाति इति किम् अस्ति रूपं किं किम् अस्ति गृह्णाति गृह्णाति गृह्णीतः गृह्णन्ति अतः तस्य तत्र अत्र किम् अस्ति नि इति उपसर्गः अस्ति उपसर्ग इत्युक्ते पूर्वं स्थापयामः नि इति गच्छति इति अस्ति तस्य पूर्वम् अ इति स्थापयामः तत् उपसर्गः इति वदामः आगच्छति आ इति अस्ति तादृश अत्र नि इति अस्ति किन्तु रूपं समानमेव गृह्णाति गृह्णीतः गृह्णन्ति निगृह्णाति अतः वाक्यं किं भवति मुनिः मुनयः मनः निगृह्णन्ति निगृह्णन्ति समीचीनं महोदय हा अस्तु अग्रे अग्रिममपि करोतु महोदय योगिजनः ब्रह्माग्नौ जुहोति योगिजनाः ब्रह्माग्नौ जुहोति जुह्वन्ति जुह्वति एतत् पेज् 39 मध्ये एव दत्तमस्ति जुहोति जुहुतः जुह्वति इति पुनरेकवारं वदतु महोदय जुह्वति इति योगिजनः ब्रह्माग्नौ जुहोति योगिजनाः ब्रह्माग्नौ जुहुतः. समीचीनं. जुह्वति जुह्वति जुह्वति बहुवचनरूपं जुह्वति जुह्वति जुह्वति इत्युक्ते होमं करोति इति. सेक्रिफैस् इति अस्ति. सेक्रिफैस् अस्तु. अग्रे महोदय उच्चारणं जुह्वति जुह्वति इति. जुह्वति जुह्वति जुह्वति जुह्वति तत्र जुह्वति इति अस्ति. तत्र अत्र तत्र अत्र वकारः अनुनासिकः नास्ति. अत्र वकारानन्तरमेव वकारम् उच्चारणं तदनन्तरं क्षम्यतां हकारः तदनन्तरं वकारः. यथा लिखितं तथा एव. अत्र यथा लिखितं तथा एव. अस्तु अग्रे भानुचेतनी महोदय न पठितवान् बहु. आं महोदय किं पठनीयं तत्र? मानवः पञ्चम. मानवः सिद्धिम् आप्नोति. मानवः सिद्धिम् आप्नोति. मानवाः सिद्धिम् आप्नुवन्ति. आप्नुवन्ति समीचीनम्. अग्रिमं. नेता आह्वानं शृणोति. नेताः आह्वानं शृण्वन्ति. नेता नेता वयं जानीमः किं तत् कीदृशपदम् पदमिति? ऋकारान्तपदं. नेतारौ नेतारः. नेतारः आह्वानं शृण्वन्ति. इदानीं समीचीनम्. अस्तु अग्रे वेणुगोपाल् महोदय. अस्तु महोदय. देवः वरं ददाति. देवाः वरं ददति. गुरुः ध्यानं करोति. गुर्वाः ध्यानं कुर्वन्ति. किं किं किं कर्तृपदं तत्र? ध्यानं ध्यानं गुरुः ध्यानं गुरुः ध्यानं करोति. गुर्वः गुरवः गुरवः गुरवः गुर्वः गुरुवः. तत्र र अनन्तरम् उकारः नास्ति. गुरवः गुरुवः न गुरवः. गुरवः ध्यानं कुर्वन्ति. कुर्वन्ति समीचीनं महोदय. वंशीसुतभगिनी अग्रे. वंशीसुत भगिनि न श्रूयते भगिनि. अस्तु प्रिया भगिनि पठति वा एतद्? हा महोदय. स्वधर्मकर्ता कीदृशं न आप्नोति. स्वधर्मकर्तारः कीदृशं न आप्नुवन्ति. योद्धा शास्त्रं चिनोति. योद्धारः शास्त्रं चिन्वन्ति. समीचीनं भगिनि, धन्यवादः. अस्तु इदानीम् अग्रे एतत् सर्वं विशेषक्रियापदानामेव अभ्यासः अस्ति अत्र सर्वत्र. अस्तु अग्रे शोभा भगिनि. आं महोदय. आवरणात् उचितं रूपं चित्वा रिक्तस्थानानि पूरयत. भवन्तौ विषयं जानाति जानन्ति जानीतः. भवन्तौ विषयं जानीतः. अत्र वचनं किं? द्विवचन द्विवचन समीचीनं. मेहुल् मोदी अग्रिमम्. आं महोदय. ग्राहकौ वस्तु क्रीणीतः. द्विवचनं. द्विवचनम् अस्ति, समीचीनं. रघुपतिमहोदय अग्रे. आम् महोदय, सैनिकौ अरिं गृह्णीतः. हा, वचनं गृह्णीतः, वचनं द्विवचनं. द्विवचनं अस्तु, द्विवचनं. हा, वेणुगोपाल महोदय. भगिन्यौ गीतं भवन्तौ भवन्तौ अस्तु भवन्तौ जपं कुरुतः भवन्तौ जपं कुरुतः द्विवचनं द्विवचनं समीचीनं द्विवचनं. गीताञ्जलि भगिनी. भगिन्यौ गीतां शृणुतः द्विवचनं द्विवचनं. हा, उषा भगिनी. भवत्यौ सर्वत्र गन्तुं शक्नुतः द्विवचनं द्विवचनं. हा, अस्तु. भानुचेतनी महोदय. महोदय, क्षम्यता महोदय, भवत्यौ सर्वत्र गन्तुं शक्नुतः. हा, तत् कृतं महोदय. अग्रिमं. भक्तौ पुष्पं चिनुतः. चिनुतः, समीचीनं. हा, मधुसूदन महोदय. महोदय, धीरौ न रुदितः. हा, धीरौ न रुदितः, समीचीनं. प्रिया भगिनी. द्वितीया. द्विवचनं द्विवचनं द्विवचनं, समीचीनं महोदय. हा, प्रिया भगिनी अग्रे. ऋषि मोक्षं प्राप्नोति. प्राप्नुतः ऋषि मोक्षं प्राप्नुतः. हा, किमर्थं प्राप्नुतः? द्विवचनम् अस्ति. हा, तत्र एकवचने किं भवति? ऋषिः. हा, समीचीनं. हा, ऋषिः, ऋषि बहुवचने ऋषयः. हा, समीचीनं भगिनि. तत्र ऋषि इति द्विवचनरूपम् अस्ति, समीचीनं भगिनि. हा, अग्रे वंशीसुधा भगिनी अस्ति वा? भगिनी न श्रूयते. अस्तु, न श्रूयते भगिनी. अस्तु, मेहुल् महोदय अग्रिमं. बालिके. बालिके फलं दत्तः द्विवचनं. द्विवचनं, हा, अस्तु. हा, अग्रे तदपि कर्तुं शक्नुमः इति मन्ये. हा, तत्र कः करोति? कः एतावत् न पठितवान्? हा, तत्र मधुसूदन महोदय, तत्र अग्रिमं पठति वा अभ्यासः? यथोदाहरणं रिक्तस्थानानि पूरयत. उदाहरणं, ग्राहकः वस्तूनि क्रीणाति. ग्राहकौ वस्तूनि क्रीणीतः. ग्राहकाः वस्तूनि क्रीणन्ति. मुनिः अग्नौ जुहोति. मुनी अग्नौ जुनीतः जुहोतः. मुनयः अग्नौ जुहोतः. न, एतदेव भवान् पूर्वं कृतवान्. जुहोति जुहोतः जुह्वति इति. जुह्वति, क्षम्यताम्, एकवारं वदामि. मुनिः अग्नौ जुहोति. मुनी अग्नौ जुहितः. मुनयः अग्नौ जुह्वति. हा, इति, समीचीनं महोदय. अस्तु, अग्रे शोभा भगिनी. आं महोदय, भक्तः यज्ञं करोति. भक्तौ यज्ञं कुरुतः. भक्ताः यज्ञं कुर्वन्ति. हा, उषा भगिनी अग्रे. योधः चापं चिनोति. योधौ चापं चिनुतः. योधाः चापं चिन्वन्ति. हा, समीचीनं. हा, वेणुगोपाल महोदय अग्रिमम्. माता भोजनं ददाति. माता मातारो भोजनं दत्तः दत्तः मातरः मातरः भोजनं ददति ददति. समीचीनं. हा अग्रे मेहुल् महोदय. श्रूयते इदानीं? श्रूयते भगिनि, इदानीं श्रूयते भगिनि. हा अस्तु. हा मेहुल् महोदय अग्रिमं करोतु, तदनन्तरं भगिनी वंशीसुधा भगिनी करोतु. सेनापति पुरस्कारं प्राप्नोति. सेनापति पुरस्कारं प्राप्नुतः सेनापतयः पुरस्कारं प्राप्नुवन्ति. हा समीचीनं महोदय. हा वंशीसुधा भगिनी इदानीं. महोदय तत्र षष्ठ आम् दातारौ दातुं शक्नुतः. एकवचने द्विवचने अस्ति. दाता दातुं शक्नोति, दातारः दातुं शक्नुवन्ति. दातारः दातुं दातारः. समीचीनं भगिनि. अग्रे गीताञ्जलि भगिनि. कार्यकर्ता कार्यं जानाति, कार्यकर्तारौ कार्यं जानीतः, कार्यकर्तारः कार्यं जानन्ति. जानन्ति. समीचीनं. हा अस्तु. रघुपति महोदय अग्रे. अस्तु एकनिमिषं महोदय. शिष्यः उपदेशं शृणोति. शिष्यौ उपदेशं शृणुतः शिष्याः उपदेशं शृण्वन्ति. हा समीचीनं. हा भानुचित्रनी महोदय अग्रे. दरिद्रः दुःखेन रोदिति, दरिद्रौ दुःखेन रुदितः, दरिद्राः दुःखेन रुदन्ति. हा समीचीनं. हा अस्तु. प्रिया भगिनी अन्तिमम्. योगिजनः इन्द्रियाणि निगृह्णाति, योगिजनौ इन्द्रियाणि निगृह्णीतः, योगिजनौ इन्द्रियाणि निगृह्णन्ति. हा समीचीनं भगिनि. हा निगृह्णन्ति. समीचीनम्. अस्तु अग्रिमं यत् अस्ति क्रियारञ्जनी, हा तद् भवन्तः एव कुर्वन्तु. अस्तु अपि तदनन्तरं श्लक्रियापादनि परिशीलयत च. हा अत्रापि अत्र कार्यं किमपि नास्ति इति मन्ये. अस्तु अत्र हा एतत् समीचीनम् इति मन्ये. वयं अहं चिन्तयामि अग्रे गच्छामः इति. यदि कोऽपि तत्र चाय्स् अस्ति, सम्भाषणं पुनरेकवारं कुर्मः अथवा अग्रे कथां पठामः, किं कुर्मः? पेज् 40 मध्ये सम्भाषणम् अस्ति अथवा अग्रे यत् या कथा अस्ति तां पठामः, किं कुर्मः? कथां पठामः. अस्तु भानुचेतनी महोदय समीचीनं वा? अस्तु अस्तु अग्रे गच्छामः. भवान् वदति महोदय. अस्तु महोदय. हा तत् यदि भवान् तत्र सम्भाषणं पठतु, यदि प्रश्नाः सन्ति चेत् ईमेल् द्वारा पृच्छतु महोदय. न अहम् अचिन्तयत् अचिन्तयं तत् सम्भाषणप्रश्न अपि सम्बन्धः अस्ति, किन्तु मया पठितं सम्बन्धं नास्ति महोदय. हा सम्बन्धं नास्ति. हा हा सम्बन्धः नास्ति तयोः मध्ये. तस्य प्रयोजनं नास्ति, अभ्यासं कर्तुं प्रयोजनं नास्ति. अस्तु, हा समीचीनम्, अस्तु, हा अग्रे गच्छामः. तत्र हा मधुसूदन महोदय, तत्र अग्रे पठति वा किञ्चित् भ्रातृमेलनम् इति कथा? आं महोदय, भ्रातृमेलनम् आत्मनेपदीनां धातूनां परिचयः लट्लकारः. एतां कथाम् उच्चैः पठत अवगच्छत च. पाण्डवाः वनवासम् अचरन्तः बदरिकाश्रमम् आगताः. द्रौपद्यासहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते. द्रौपदी अपि विहरन्ति मोदते. हा समीचीनं महोदय. हा अग्रे तत्र अस्तु महोदय. एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते. तत् सौ कमलम् इति सा जानीते. सा तादृशानि अधिकानि पुष्पाणि कामयते. अतः सा पतिं भीमसेनं प्रार्थयते, भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति. हा समीचीनं भगिनि. हा अग्रे प्रिया भगिनी पठति वा? आम् आम् महोदय. भीमसेनः गदापाणिः सन् प्रतिष्ठते. तां प्राणिनः तं कुतूहलेन निरीक्षन्ते. अग्रे गतः भीमसेनः कदलीवनम् आलोकते. तत्र हनुमान् निद्रावशगः आसीत्. सः स्वर्गद्वारम् आवृत्य शेते स्म. भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते. तदा हनुमान् लोचने ईषत् उन्मील्य स्मयते. ततः भाषते च, किमर्थं सुखसुप्तं मां प्रबोधयसि? त्वं कः? किमर्थम् आगतः? एषः देवलोकस्य मार्गः वर्तते. अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते इति. तदा भीमसेनः ब्रूते, अहं कुन्तिपुत्रः भीमसेनः. एतेन मार्गेण गन्तुम् इच्छामि. त्वम् उत्तिष्ठ, मार्गं प्रयच्छ इति. हा समीचीनं, समीचीनं भगिनि, धन्यवादः. हा अग्रे मेहुल् महोदय पठति वा? आम् महोदय. हनुमान् वदति, अहं व्याधिपीडितः अस्मि, अतः उत्थातुं मम शक्तिः न विद्यते. यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति. तदा भीमसेनः वदति, परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने. तव लङ्घनेन तस्य अवमाननं कर्तुं न उत्सहे. अन्यथा हनुमान् सागरमिव त्वां लङ्घयित्वा गच्छेयम् इति. हनुमान् पृच्छति, कः सः हनुमान्? किमर्थं सः सागरं लङ्घितवान् इति. हनुमान् मम भ्राता. रामायणे सः अतिविख्यातः. रामपत्न्याः सीतायाः अन्वेषणाय सः शतयोजनविस्तृतं सागरं लङ्घितवान्. अहमपि बले पराक्रमे युद्धे च तेन तुल्यः वर्ते इति साभिमानं वदति भीमसेनः. अन्ते मार्गं प्रयच्छ इति पुनरपि वदति. हा समीचीनं महोदय, धन्यवादः. अग्रे उषा भगिनी पठति वा? हनुमान् वदति, जरया मम उत्थातुं शक्तिः नास्ति. त्वमेव अनुकम्पय एतत् पृच्छम् अपसार्य पुच्छम् अपसार्य गच्छ इति. भीमसेनः पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि इति इति मनसा चिन्तयति. ततः सः अवज्ञया वामहस्तेन पुच्छं गृहीतवान्, किन्तु तत् पुच्छं किञ्चिदपि न कम्पते. अधुना भीमसेनः बाहुभ्यां पुच्छम् उत्क्षेप्तुं प्रयतते, तथापि पुच्छं न कम्पते. भीमसेनस्य शरीरं विद्यते पुनः पुनः प्रयत्नेनापि सः विफलः जायते. सः नितरां लज्जते. अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते कपिशार्दूल मां क्षमतां वानररूपधृक् भवान् सिद्धः, देवः गन्धर्वः वा कः इति वदतु. अहं शिष्यवत् भवन्तं पृच्छामि, कृपया वदतु इति. हा समीचीनं भगिनि, हा धन्यवादः. शोभा भगिनि अन्तिमभागं पठतु भगिनि. तदा हनुमान् स्वस्य परिचयम् उक्तवान्. भीमसेनः भक्त्या तं नमस्कृतवान्. हनुमान् प्रीत्या तम् आलिङ्गितवान्. ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान्. अन्ते तम् आशीर्भिः अनुगृह्य अन्तर्हितः अभवत् इति अस्ति. अस्तु, तत्र विषयः कः इत्युक्ते आत्मनिपदी धातूनां परिचयः इति. तत्र क्रियापदरूपद्वयम् अस्ति, आत्मनिपदी धातु अथवा आत्मनिपदी क्रियापदम् अपि परस्मैपदी क्रियापदम् इति. तत्र भेदः बहु किमपि इदानीं नास्ति, केवलं रूपभेदः अस्ति. हा, तत्र पठति इति अस्ति, अत्र रमते इति अस्ति. हा, अन्ते तिकारः अस्ति परस्मैपदी, अत्र ते इति अस्ति अन्ते. तावदेव तस्य एतेषां क्रियापदानां रूपाणि अग्रिमवर्गे पश्यामः. अस्तु, प्रश्नः अस्ति वा महोदय? कथायां बहूनि प्रश्नाः सन्ति. अग्रिमवर्गे पुनरेकवारं एतां कथां पठित्वा पङ्क्तिशः परिशीलयामः. एतावत् पर्याप्तं नास्ति, बहु किमपि अस्ति अत्र. सत्यं सत्यं. अस्तु अस्तु, प्रश्नः नास्ति चेत् विरमामः. सर्वेभ्यो नमः, अग्रिमवर्गे मिलामः. धन्यवादः. धन्यवादः. धन्यवादः.